द्वितीयोऽध्यायः सञ्जय उवाच तं तथा कृपया मिष्टम् अश्रुपूर्णाकुलेक्षणम् विशीदन्तमिदम् वाक्यम् उवाच मधुसूदनः श्रीभगवानुवाच कुतस्त्वाकस्मरमिदम् विषमे समुपस्थितम् अनाद्य जुष्टमा स्वर्गम् अकीर्तिकरमर्जुन कैटम् मा स्वगमा पार्थ नैतत्त्वो युपपद्यते क्षुद्रम् हृदय दौर्बल्यम् यत्तो तिष्ठा परम् तप अर्जुन उवाच करम् भीष्ममहम् सङ्ख्ये द्रोणम् च मधुसूदन इषुभि प्रतियोष्यामि पूजर्हावरिसूदन गुरुनः त्वा हि महानुभावान् श्रेयो भोक्तुम् भक्ष्यमपि ह लोके हत्वा तकामंस्तु गुरुनिहैव मुञ्जीय भोगान् रुदिर प्रदिग्धान् न चैत विद्म कदरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयो यानेव हत्वा न जीविषाम सेवास्थितः प्रामुखिदातराश्राः कार्पण्यदोषो महत स्वभाव पृच्छामि त्वम् धर्म समूढचेताः यश्रेयसानिश्चितम् ब्रूहि तन्मे शिष्यस्तेऽयम् शादिमम् त्वम् प्रपन्नम् न हि प्रपश्यामि ममापनुद्य यशोकमुच्छोषणमिन्द्रियाणाम् अवाप्य भूमावसपन्नमृद्धम् राज्यम् सुराणामपि चाध्यपत्यम् सञ्जय उवाच एवम् भूत्वा ऋषिकेशम् गुणाकेशम् परम् तपः नयोच्य इति गोविन्दम् उक्त्वा तूष्णीम् बभूवः तमुवाच ऋषिकेशः प्रहसन्नीव भारत सेनयोरुभयोर्मध्ये विशीदन्तमिदम् वचः।